पुरुषे हवायम् आदितो गर्भोऽभवति यदेतद्रेतः तदेतत्सर्वेभ्यो अङ्गेभ्यः तेजः सम्भूतम् आत्मनि एव आत्मान् विवर्तेत यथा स्त्रियां सिञ्चति अथ येन जनयति तदस्य प्रथमं जन्म अयमेव अविद्याकामकर्माभिमानव यज्ञादिकर्म कृत्वा अस्माल्लोका धूमादिक्रमेण चन्द्रमसं प्राप्य क्षीणकर्म वृष्ट्यादिक्रमेण इमं लोकं प्राप्य अन्नभूतः पुरुषाग्नौ हुतः तस्मिन् पुरुषे हवै अयं संसारी रसादिक्रमेण आदितः प्रथमतः रेतोरूपेण गर्भो भवति इति एतदः यदेतत् पुरुषे रेतः तेन रूपेण इति तच्च एतत् रेतः अन्नमयस्य पिण्डस्य सर्वेभ्यः अङ्गेभ्यः अवयवेभ्यो रसादिलक्षणेभ्यः तेजः साररूपं शरीरस्य सम्भूतं परिनिष्पन्न पुरुषस्य आत्मभूतत्वादात्मा तम् आत्मानं रेतोरूपेण गर्भीभूतम् आत्मनैव स्वशरीरे एव आत्मानं विमर्ति धारयति तत् रेतः स्त्रियां सिञ्चति यदा यस्मिन् काले भार्या ऋतुमती तस्यां योषाग्नौ स्त्रियां सिञ्चति उपगच्छन् अथ तदा येन एतद्रेतः आत्मनो गर्भरूपं जनयति पिता तत् अस्य पुरुषस्य स्थानान्निर्गमनं रेतस्यैककाले रेतोरूपेण अस्य संसारिणः प्रथमं जन्म प्रथमावस्थाभिव्यक्ति तदेतदुक्तं पुरस्त असौ आत्मानम् आत्मानम् इत्यादि तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा तस्मादीनां न हि नास्ति सा अस्य एतम् आत्मानम् अत्र गतं भावयति तत् रेतः यस्यां स्त्रियां सिक्तं स तु तस्याः स्त्रियः आत्मभूयम् आत्म अव्यतिरेकतां यथा पितुः एवं गच्छति प्राप्नोति यथा स्वम् अङ्गं स्तनादि तथा तद्वदेव तस्माद्धेतोः येनां मातरं सगर्भो न हि नस्ति पिटकादिवत् यस्मा स्तनादि स्वाङ्गवत् आत्मभूयं गतं तस्मात् न हि नस्ति न बाधते इत्युक्ते स अन्तर्वर्त्नी एतम् अस्य भर्तुः आत्मानम् अत्र आत्मनः उदरे गतं प्रविष्टं बुद्ध्वा भावयति वर्धयति परिपालयति गर्भविरुद्ध अशनादिपरिहारम् अनुकूल अशनादि उपयोगं च कुर्वति सा भावयित्री भावयितव्या भवति तं स्त्रीगर्भं विवर्ति स्वग्रे एव कुमारं जन्मनो अग्रे अधिभाव्यते सयत्कुमारं जन्मनो अग्रे अधिभावयति आत्मानमेव तद्भावयति येषां लोकानां सन्तत्या इयं सन्तता हि मे लोकाः ततस्य द्वितीयं जन्म सा भावयित्री वर्धयित्री भर्तुः आत्मनो गर्भभूतस्य भावयितव्य वर्धयितव्या च भर्त्रा भवति न हि उपकारप्रत्युपकारमन्त्रेण लोके कस्यचित् केनचित् सम्बन्धः उपद्यते तं गर्भं स्त्री यथोक्तेन गर्भधारणविधानेन बिभर्ति धारयति अग्रे प्राग्जन्मनः सः पिता अग्रे एव पूर्वमेव जातमात्रं कुमारं जन्मनः आदि ऊर्ध्वं जन्मनः जातं कुमारं जातकर्मादिना पिता भावयति सः पिता यत् यस्मात् कुमारं जन्मनः आदि ऊर्ध्वम् अग्रे जातमात्रमेव जातकर्मादिना यद्भावयति तत् आत्मानमेव भावयति पितुः आत्मा एव हि पुत्ररूपेण जायते तथा हि उक्तं पतिर्जायां प्रविशति इत्यादि तत् किमर्थम् आत्मानं पुत्ररूपेण जनयित्वा भावयति इति उच्यते येषां लोकानां सन्तत्ये अविच्छेदाय इत्यर्थः विच्छिद्येरन्हि इमे लोकाः पुत्रोत्पादनादि इति न कुर्युः एवं पुत्रोत्पादनादिकर्म अविच्छेदेनैव सन्तताः प्रबन्धरूपेण वर्तन्ते हि अस्मात् इमे लोकाः तस्मात् तदविच्छेदाय तत् कर्तव्यं न मोक्षाय इत्यर्थः तत् अस्य संसारिणः कुमाररूपेण मातुः उदराद् यन्निर्गमनं तत् रेतोरूपापेक्षया द्वितीयं जन्म द्वितीयावस्थाभिव्यक्तिः सोऽस्य अयमात्मा पुण्येभ्यः कर्मभ्यः प्रतिदीयते अथ अस्य अयम् इतर आत्मा कृतकृत्यो वयोगतप्रैति स इतः प्रयन्ने पुनर्जायते तदस्य तृतीयं जन्म अस्य पितुः स्वयं पुत्रात्मा पुण्येभ्यः शास्त्रोक्तेभ्यः कर्मभ्यः कर्मनिष्पादनार्थं प्रतिदीयते पितुः स्थाने पित्रात् कर्तव्यं तत्कर्णाय प्रतिनिधीयते इत्यर्थः तथा च सम्प्रत्यविद्यायां वासनेके पित्रानुशिष्टो ब्रह्माहं यज्ञे इत्यादि प्रतिपद्यते इति। अथ अनन्तरं पुत्रे निवेश्य आत्मनो भारम्। अस्य पुत्रस्य इतरः अयं यः पितरात्मा कृतकृत्यः कर्तव्यातो ऋणत्रयातो विमुक्तः कृतकर्तव्यः इत्यर्थः। वयोगतः गतवयाः जीर्णस्सन् प्रैति म्रियते। सः इतः अस्मान् प्रयन्नेव शरीरं परित्यजन्नेव तृणजलूकादिवत् देहान्तरम् उपादानः कर्मचितं पुनः जायते। तदस्य मृत्वा प्रतिपत्तव्यं येत् तत्तृतीयं जन्म। ननु संसरतः पितुः सकाशात् रेतोरूपेण प्रथमं जन्म, तस्यैव कुमाररूपेण मातुः द्वितीयं जन्म उक्तं। तस्यैव तृतीये जन्मनि वक्तव्ये प्रयतः तस्य पितुः यज्जन्म तत्तृतीयमिति कथमुच्यते? नैष दोष पिता पुत्रयोः एकात्मत्वस्य विवक्षितत्वात्। सोऽपि पुत्रः स्वपुत्रे भारं निधाय इतः प्रयन्ने पुनः जायते यथा पिता। तदन्यत्रोक्तम् इतरत्रापि उक्तमेव भवति इति मन्यते श्रुतिः। पिता पुत्रयोः एकात्मत्वात् तदुक्तं ऋषीणां गर्भीणु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वां शतं मा पुरा आयसीः अरक्षन्नदश्येनो जवसा निर्दीयमिति गर्भे एवमुवाच। एवं संसरन् अवस्थाभिव्यक्तित्रयेण जन्ममरणप्रबन्धारूढः सर्वोलोकः संसारसमुद्रे निपतितः कथञ्चिन् यदा श्रुत्युक्तम् आत्मानं विजानाति यस्यां कस्यांचिदवस्थायां तदैव मुक्तसर्वसंसारबन्धनः कृतकृत्यो भवति इति एतद्वस्तु। तदृषिणा मन्त्रेणापि उक्तमित्यः गर्भीनो मातृः गर्भाशयैव सन् नो इति वितर्के। अनेकजन्मान्तरभावनापरिपाकवशात् येषां देवानां वाग्ज्ञादीनां जनिमानि जन्मानि विश्वा विश्वानि सर्वाणि अन्मवेदम् अहम् अहो अनुबुद्धवान् अस्मि इत्यर्थः। शतम् अनेकः बह्व्यः मां पुरः आयसीः आयस्यो लोहमयः इव अभेद्यानि शरीराणि इति अभिप्रायः। अरक्षन् रक्षितवत्यः संसारपाशनिर्गमन अधः। अतः श्येन इव जालं भित्त्वा जवस आत्मज्ञानकृतसामर्थ्येन निरदीयं निर्गतोऽस्मि। अहो गर्भ एव शयानो वामदेवहर्षि इयमुवाच एतत्। स एवं विद्वानस्मा शरीरभेदादूर्ध्व उत्क्रम्यामिषिं स्वर्गे लोके सर्वान् कामान् आप्त्वा अमृतस्समभवतु समभवतो। सः वामदेवः ऋषिः यथोक्तम् आत्मानम् एवं विद्वान् अस्मा शरीरभेदात् शरीरस्य अविद्यापरिकल्पितस्य आयसवतो अनिर्भेद्यस्य जननमरणादि अनेक अनर्थशताविष्टशरीरप्रबन्धस्य परमात्मज्ञानामृत उपयोगजनितवीर्यकृतभेदात् शरीरोत्पत्तिबीज अविद्यानिमित्त उपमर्दहेतोः शरीरविनाशात् इत्यर्थः। ऊर्ध्वः परमात्मभूतः सन् अधोभवात् संसारात् उत्क्रम्य ज्ञानावद्योतित अमलसर्वात्मभावाम् आपन्नः सन् अमुष्मिन् यथोक्ते अजरे अमरे अमृते अभये सर्वज्ञे अपूर्वे अनपरे अनन्तरे बाह्ये प्रज्ञानामृतैकरसे स्वर्गे लोके स्वस्मिन् आत्मनि स्वे स्वरूपे अमृतः समभवतु आत्मज्ञानेन पूर्वम् आप्तकामतया जीवन्नेव सर्वान् कामान् आप्त्वा इत्यर्थः। दुर्वचनं सफलस्य सोदाहरणस्य आत्मज्ञानस्य परिसमाप्तिप्रदर्शनार्थम् इति ऐतरीयोपनिषद्भाष्ये द्वितीयोऽध्यायः। तृतीयोऽध्यायः ब्रह्मविद्यासाधनकृतसर्वात्मभावफलावाप्तिं वामदेवादि आचार्यपरम्परया पारम्पर्यश्रुत्यावद्योत्यमानां ब्राह्मवित्परिषदि अत्यन्तप्रसिद्ध उपलभमान मुमुक्षवः ब्राह्मणाः अधुनातनाः ब्रह्मजिज्ञासवः अनित्यात् साध्यसाधनलक्षणात् संसारात् आजीवभावात् व्याविवृत्सवः विचारयन्तः अन्योन्यं पृच्छन्ति कथं कोऽयमात्मेति वयम् उपास्महे कतरः स आत्मा येन वा पश्यति येन वा शृणोति येन वा गन्धानाजिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु च अस्वादु च विजानाति। यम् आत्मानम् अयमात्मा इति साक्षात् वयम् उपास्महे कः स आत्मा इति यम च आत्मानं अयमात्मेति साक्षात् उपासीनः वामदेवः अमृतस्समभवत् तमेव वयमपि उपास्महे कोन खलु स आत्मा इति एवं जिज्ञासा पूर्वम् अन्योन्यं पृच्छताम् अतिक्रांत विशेष विशेषुति संस्कारजनिता स्मृति अजायत तं प्रपदाभ्यां प्रापद्यता ब्रह्मेमं पुरुषं स एतमेव सीमानं विदार्य एतयाद्वारा प्रापद्यता एतमेव पुरुषं द्वे ब्रह्मणि इतरेतर प्रातिकूल्येन प्रतिपन्ने इति तेजस्य पिण्डस्य आत्मभूते तयोः अन्यतर आत्मोपास्यो भवितुमर्हति यो अत्र उपास्यः कतरः स आत्मा इति विशेषनिर्धारणार्थं पुनः अन्योन्यं पप्रच्छो विचारयन्तः पुनः तेषां विचारयतां विशेषविचारणास्पदविषयमतिः अभूत् कथं द्वे वस्तूनि अस्मिन् पिण्डे उपलभ्यते अनेकभेदभिन्नेन करणेन येन उपलभते यश्च एकः उपलभते करणान्तर उपलब्धिविषयस्मृति प्रतिसन्धान तत्र न तावत् येन उपलभते स आत्मा भवितुमर्हति केन पुनः उपलभते इति उच्यते येन वा चक्षुर्भूतेन रूपं पश्यति येन वा शृणोति श्रोत्रभूतेन शब्दं येन वा घ्राणभूतेन गन्धा नाजिघ्रति येन वा वाक्कर्णभूतेन वाचं नामात्मिकां व्याकरोति गौः अश्वः इत्यमाद्यं साधु असाधु इति च येन वा जिह्वाभूतेन स्वादु च अस्वादु च विजानाति इति यदेतद्हृदयं मनश्चैतत् संज्ञानम् आज्ञानं विज्ञानं प्रज्ञानं मेध दृष्टिः धृतिः मतिः मनीषा ज्योतिः स्मृतिः सङ्कल्पः क्रतुः असुः कामो वशैतिं सर्वाणि एव एतानि प्रज्ञानस्य नामधेयानि भवन्ति।